श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि अथ प्रतिप्रस्थानपद्धतिः पञ्चमी प्रशत्ते रामपादाभ्याम् पादुके पर्युपास्महे आलृशंस्यम् युयोरासीदाश्रितेश्वरवग्रहम् प्रशस्ते रामपादाभ्याम् पादुके पर्युपास्महे आनृशंस्यम् युयोरासीदाश्रितेश्वरवग्रहम् भृशातुरसहोदरप्रणयखण्डनस्वैरिणा पदेन किमनेन मे वनमिहावनादिच्छता इतीव परिहाय तन्निववृते स्वयं यत्पुरा पदत्रमिदमाद्रिये धृतजगत्त्रयम् रङ्गिणः दशवदनविनाशम् वाञ्छतो यस्य चक्रे दशरथमनघोक्तिम् दण्डकारण्ययात्रा स च भरतविमर्दे सत्यसन्धस्त्वयासीत् रघुपतिपदरक्षे राजधानीम् प्रयान्त्या अभ्युपेतविनिवृत्तिसाहसा देविरङ्गपतिरत्नपादुके अत्यशेत भवती महीयसा पारतन्त्र्यविभवेन मैथिलीम् अव्याहताम् रघुपतेर्वहतः प्रतिज्ञाम् अंसाधिरोहणरसे विहते धरण्याः प्रादान्निवृत्य भवती मणिपादरक्षे स्पर्शम् पदेन विगतव्यवधानखेदम् मन्त्राभिषेकविरहाद्भजता विशुद्धिम् संस्कारवर्जनवशादभिसंस्कृतेन मूर्धानिनाय भरतो मणिपादुके त्वाम् रामाज्ञया विनिहितामिव राज्यलक्ष्मीम् रक्षार्थमस्य जगतो मणिपादरक्षे रामस्य पादकमलम् समये त्यजन्त्योः किम् दुष्करम् तव विभूतिपरिग्रहो वा किम् वा विदेहदुहितुः कृपणा दशा सा सीतासखस्य सहसा चरणारविन्दात् भक्त्या दते कृतपदा भरतोत्तमाङ्गे आरुह्यनागमभितो भवती वितेने मायूरचामरभरम् मणिरश्मिजालैः मूर्धा मुकुन्दपदरक्षिणि बिभ्रतस्त्वाम् आविर्मदस्य रघुवीरमदावलस्य आमोदिभिः सपदिदानजलप्रवाहैः लेभे चिराद्वसुमती रुचिरम् विलेपम् आशाः प्रसाधयितुमम्ब तदा भवत्याम् दैवादकाण्डशरदीव समुत्थितायाम् स्तोकावशेषसलिलाः सहसा बभूवुः साकेतयौवत विलोचनवारिवाहाः अन्ते वसन्न चरमस्य कवेः स योगी वन्यान् प्रकृष्य विविधानुपदा विशेषान् आतस्थुषीम् रघुकुलोचितमौपवाह्यम् प्रत्युज्जगाम भवतीम् भरतोपनीताम् मातस्त्वदागमनमङ्गलदर्शिनीनाम् साकेतपक्ष्मलदृशाम् चटुलाक्षिभृङ्गैः जातानि तत्र सहसा मणिपादरक्षे वातायनानि वदनैः शतपत्रितानि साकेतसीम्नि भवती मणिपादरक्षे माङ्गल्यलजनिकरैरवकीर्यमाणा कीर्तिस्वयंवरपतेर्भरतस्य काले वैवाहिकी जननिवह्नि शिखे वरेजे छत्रेन्दुमण्डलवती मणिपादुके त्वम् व्याधूतचामरकलापशरप्रसूना सद्यो बभूविथ समग्रविकासहेतुः साकेतपौरवनिता नयनोत्पलानाम् प्रैक्षन्तवक्त्रैर्मणिपादरक्षे शत्रुञ्जयं शैलमिवाधिरूढाम् रामाभिधानप्रतिपन्नहर्षैः उत्तानितैरुत्तरकोसलास्त्वाम् द्रष्टुम् तदा राघवपादरक्षे सीतामिव त्वाम् विधिवर्तमानाम् आसन्नयोध्यापुरसुन्दरीणाम् औत्सुक्यलोलानि विलोचनानि आस्थाय तत्र स्फुटबिन्दुनादम् स्तम्भे रमम् तादृशसन्निवेशम् अदर्शयस्त्वम् पुरमध्यभागे पादावनि त्वत्प्रणवाश्रयत्वम् दशग्रीवस्तम्बे रमदलन दुर्दान्तहृदये विहारस्वाच्छन्द्यात् विशति रघुसिंहे वनभुवम् स्ववात्सल्यक्रोडीकृत भरतशापेव भवती निराबाधाम् पादावनिन विजहौ कोसलगुहा कैकेयी वरदा न दुर्दिन निरालोकस्य लोकस्य यत् त्राणार्थम् भरतेन भव्यमनसा साकेतमानीयता रामत्यागसहैरसह्यविरहम् रङ्गक्षितीन्द्रस्य तत् पादत्राणमनन्यतन्त्रफणितेरापीडमीडीमही समुपस्थिते प्रदोषे सहसा विनिवृत्य चित्रकूटवनात् अभजत पुनर्जनपदम् वत्सम् धेनुरिव पादुके भवती समुपस्थिते प्रदोषे सहसा विनिवृत्य चित्रकूटवनात् अभजत पुनर्जनपदम् वत्सम् धेनुरिव पादुके भवती इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे प्रतिप्रस्थानपद्धतिः पञ्चमी कवितार्किकसिंहाय कल्याणगुणशालिने श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः।